मांगल्यभाजि मधुमाथिनि मन्मथे मय्यापते तदिह मन्थरमीक्षणार्थम् मन्दालसैञ्च मकरालय कन्यकाया दयानुपवनो द्रविणाम्बुधाराम् अस्मिन्न किञ्चन विहङ्गशिशौ विषण्णे दुष्कर्म घर्ममपनीय चिराय दूरम् नारायण प्रणयिनी नयनाम्बुवाह इष्टाविशिष्टमतयोऽपि यया दयार्द्र दुष्ट्या त्रिविष्टपपदं सुलभं लभन्ते दृष्टिः प्रहृष्टकमलोदरदीप्तिरिष्टा पुष्टिं कृषीष्ट मम पुष्करविष्टराय गीर्देवतेति गरुडध्वज सुन्दरीति शाकम् भरीति शशिशेखरवल्लभे सृष्टिस्थिति प्रलयकेलिषु संस्थितायै कस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै श्रुत्यै नमोऽस्तु शुभकर्मफल प्रसूत्यै रत्यै नमोऽस्तु रमणीय गुणार्णवायै शक्यै नमोऽस्तु शतपत्रनिकेतनायै पुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै नमोस्तु नालीकनिभाननाय नमोस्तु दुग्धोदधिजन्मभूम्यै नमोस्तु सोमामृतसोदराय नमोस्तु नारायणवल्लभाय कराणि सकलेन्द्रियनन्दनानि साम्राज्यदान विभवानि सरोरुहाक्षि त्वत्वन्दनानि दुरिताहरणोद्यतानि मामेव मातरनिशं कलयन्तु मान्ये कटाक्षसमुपासनाविधिः सेवकस्य सकलार्थसम्पदः सन्तनोति वचनाङ्गमानसैस्त्वां मुरारिहृदये स सरसि जनिलये सरोज हस्ते धवल तमांशुक गंधमाल्य शोभे भगवते हरिवल्लभे मनोज्ञे त्रिभुवन भूति करे प्रसीद मह्यम्। दिग्धस्तिभि कनक कुंभ मुखाव सृष्टः स्वर्वाहिनी विमल चारु जल प्लुतांगी प्रातर्नमामि जगदाम जननीमशेष लोकाधिनाथ गृहिणी ममृताब्धिपुत्री कमले कमलाक्षवल्लभे त्वं करुणापूरतरंगितैरपांगै अवलोकय मामकिंचनाना प्रथमं पात्रम कृत्रिमं स्तुवन्ति ये स्तुतिभिरमीभिरन्वहं त्रैमयीं त्रिभुवनमातरं रमा गुणाधिका गुरुतरभाग्यभाजिनो भवन्ति ते भुवि बुध भाविताशयाः इति श्रीमच्छंकराचार्य विरचितं कनकधारास्तोत्रम् संपूर्णम्। वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। ॐ गं गणपतये नमो नमः श्री सिद्धि विनायक नमो नमः अष्ट विनायक नमो नमः गणपति बाप्पा मोरया। ॐ गं गणपतये नमो नमः श्री सिद्धि विनायक नमो नमः अष्ट विनायक नमो नमः गणपति बाप्पा मोरया।

PM. Thank you. శాంతి సమావృత్ హాస్య ముఖే నవనిధి దాయిని కలిమల హారిణి కామ్య ఫల ప్రద హస్తయుతే జయ జయ హే మధుసూదన కామిని విద్యాలక్ష్మి పాలయ మా తథాపి త్వం స్నేహం मयि निरुपमं यत्र कुरुषे पुत्रो जायेत क्वचिदपि कुमाता न भवति परित्यक्ता देवा विविध विध सेवा कुलतया मया पञ्चाशीते रधिकमपनीते तु वयसि इदानीं चिन्मातः तव यदि कृपाणापि भविता निरालम्बोलम्बो करजननिकं यामि शरणम् श्वपाको जल्पाको भवति मधुपाकोपमगिरा निरातङ्कोरङ्को विहरति चिरं कोटिकनकैः तवा पर्णे कर्णे विशति मनुवर्णे फलमिदं जनः को जानीते जननि जपनीयं जपविधौ भस्मालेपो गरलमशनं दिक्पटधरो जटाधारी कण्ठे भुजगपतिहारी पशुपति कपाली भूतेशो भजति जगदीशैकपदवीं भवानी तत्पाणि ग्रहण परिपाटी फलमिदं न मोक्षस्याकांक्षा भवति भववाञ्छापि जनमे न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः अतस्त्वां संयाचे जननि जननम् यातु मम वै शिव शिव भवानीति जपतः नाराधितासि विधिना विविधोपचारे किं वृक्षचिन्तनपरैर्न कृतं वचोभिः श्यामे त्वमेव यदि किञ्चन मय्यनाथे से कृपामुचितमम्ब परं तवैव आपत्सुमग्नः स्मरणं त्वदीयं करोमि दुर्गे करुणालवेशि नैतच्छठत्वं मम भावयेथाः क्षुधार्तुषाता जननीं स्मरन्ति जगदम्ब विचित्रमत्र किं परिपूर्णा करुणास्ति चेन्मयि अपराधपरम्परा परं न हि माता समुपेक्षते सुतम् मत्समः पातकी नास्ति पापग्नी त्वत्समानहि एवं ज्ञात्वा महादेवी यथा योग्यं तथा कुरु।